नमस्कारः. तर्हि यदा उक्तं निर्दिष्टं भवद्भिः पदनिर्णयः इति आरभ्य वयम् एकवारं पुनः पश्यामः. अस्तु, हेमा भगिनी भवती एव आरम्भं करोति वा भगिनि? क्षन्तव्यः. हेमा भगिनी श्रूयते वा? म्यूटेड् अस्ति भगिनि भवती. मणिमहोदय वा पठति वा महोदय? आं महोदय, न उद्घाटितम् एतावता. कृपया. महोदय कः पठति? भगिनी भगिनी आरम्भं करोतु, नो चेत् महोदय आरम्भं करोतु, भगिनी अग्रे करिष्यति. अस्तु. पदनिर्णयः यङ्गनधातुः वित् भवति, तस्मात् अनुदात्तङ्गित् आत्मनेपदम् इत्यनेन आत्मनेपदसमीकप्रत्ययः एव विधीयते विधीयन्ते. किन्तु यङ् लुगन्ध अनुदाते ते यङ् लुगन्धधातुः अनुदाते कित् स्वरिते यित् इत्येभ्यः भिन्नः इति कारणतः शेषात् कर्तरि परस्मैपदम् इत्यनेन परस्मैपदसमीकः प्रत्ययः एव विधीयन्ते. अत्र दत्तं यङ् लुगन्धधातुः वित्त्वम् अस्ति, अधः अनुदात्त आत्मनेपदमिति सूत्रेण आत्मनेपदसमीकः भवति. परन्तु यङ् लुगन्धस्य अनुदरं यङ् लुगन्धधातुः अनुदात्त अपि नास्ति, स्वरिते अपि नास्ति, अतः तस्य कारणात् शेषात् कर्तरि परस्मैपदमित्येन परस्मैपदी भवति यङ् लुगन्तदातवः यत्र सन्ति तेषां तु यङः लुक् भवति खलु, पूर्णतया आहत्य लुक् भवति इति कृत्वा लोपः चेत् तत्र प्रत्यलक्ष्मे प्रत्यलक्षणं तिष्ठति. यु लुक् अस्ति इति कृत्वा न लुमताङ्गस्य इत्यनेन प्रत्यलक्षणं न तिष्ठति इति कृत्वा पूर्णलोपः भवति इति कृत्वा यङन्तदातुः यङ्गन्तदातुः निश्चयेन अनुदात् नित् अस्ति, नितः सन्ति इति कृत्वा अनुदातनितः आत्मनेपदम् इत्यनेन आत्मनेपदसंज्ञकाः भवन्ति. किन्तु यत्र यङ्लुगन्तदातवः सन्ति तेषां तु यङ् इति एव नास्ति खलु, पूर्णतया लुक् भवति इति कृत्वा केवलम् अत्र शेषात् कर्तरि परस्मैपदम् इत्यनेन एव गृह्यते खलु. तावदेव अग्रे अपि पठतु. अत्र प्रश्नः उदेति यत् यङ् लुक् प्रक्रियायां यङ् प्रत्ययः उदीयते तदा तस्य लोपः भवति. धातुसंज्ञा अस्माभिः दर्शनं यत् धातुभ्यः यदा हि यङ् प्रत्ययः उदीयते तदा हि सनातनदातवः इत्यनेन धातुसंज्ञा भवति. अनन्तरं यङ् लुकि सत्यपि प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन धातुसंख्या तिष्ठति एव. एवमेव यङ् प्रत्ययस्य लुकि सत्यपि किमर्थं न प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन नित्वं मत्वा अनुदात्तङ्यत् आत्मनेपदम् इत्यनेन यङ् लुगन्धधातुः अपि आत्मनेपदे स्यात्. अत्र प्रश्नः अस्ति यङ्गन्धधातुः आत्मनेपदी भवति यङ् प्रत्ययस्य स्थिनेन, परन्तु लोपस्य अनन्तरमपि धातुसंख्या एव धातुसंख्या एव भवति. अनन्तरं लिखि चेत् प्रत्ययलोपे प्रत्यलक्षणम् इति सूत्रेण लोपस्य अनन्तरम् अपि प्रत्ययं मत्वा कार्यमपि भवितुम् अर्हति. अतः प्रत्ययं मत्वा अङ्गित् अस्ति इति मत्वा किमर्थं न अनुदात आत्मनेपदि भवति न भवति, परन्तु शेषात् कर्तरि परस्मैपदेन परस्मैपदी भवति इति अत्र प्रश्नः अस्ति. आम्, अत्र तु अस्ति यद्यपि लुक् भवति तथापि धातुसंज्ञा तिष्ठति. प्रत्ययस्य पूर्णतया लुक् भवति तथापि धातुसंज्ञा तिष्ठति, संज्ञा तिष्ठति. किन्तु अत्र तु वयं पूर्वं पठितवन्तः खलु, यत्र वयं संज्ञायाः विषये वयं धर्मस्य विषये वयं पूर्वं पठितवन्तः. तर्हि स्थानिवद्दादेशौ वनल्विधौ इति एकं पठितवन्तः खलु. तर्हि अत्र अत्र तु लोप अत्र तु आदेशः लुक् आदेशः भवति, तर्हि स्थानिवद् भवति इति पूर्वं वयं पठितवन्तः. यद्यपि तर्हि तस्य यङ् इत्यस्य स्थाने लुक् भवति, यङ् लुक् भवति, तथापि तत्र धर्मः इति धातुः इति धर्मः अवशिष्यते. तर्हि यत्र धातुः इति धर्मः अवशिष्यते तर्हि कुतः वा नित्वं किमर्थं न शिष्यते इति प्रश्नः खलु महोदय. यदि नित्वमपि शिष्यते चेत् आत्मनेपदीसंज्ञकाः भवन्ति खलु इति प्रश्नः. तर्हि ततः एव अस्माकं तत्र यदि धातुः इति संज्ञा यथा धर्मः भवति तथा अत्र प्रत्ययधर्मः सर्वमस्ति, तत्र नित् इति प्रत्ययधर्मः अस्ति वा इति पूर्वम् अस्माभिः चर्चितमासीत् गते सप्ताहे. अग्रे पुनः पश्यामः. धन्यवादः महोदय. धन्यवादः. किं भगिनी भवती अनुवर्तयितुम् इच्छति वा? आं भगिनि, अग्रे अस्ति. अस्मिन् प्रसङ्गे यङ्गोची च इत्यस्य व्याख्याने सिद्धान्तकौमुदीग्रन्थकारः प्रतिपादयति यत् शेषात् कर्तरि इति परस्मैपदम् अनुदात्तङितः इति तु न. ङित्वस्य प्रत्यय अप्रत्ययसाधारणत्वेन प्रत्ययलक्षण अप्रवृत्तेः, यत्र हि प्रत्ययस्य साधारणं रूपम् आश्रीयते, यत्र हि प्रत्ययस्य असाधारणं रूपम् आश्रीयते तत्रैव तत्. अत एव सुदृशप्रासाद इत्यस्य अत्वसन्तस्य इति दीर्घो न. येऽपि स्पर्धशीङ्गादयो अनुदातङितः तेभ्यपि न. अनुदातङितः इत्यनुबन्धनिर्देशात् तत्र ष्टिपाशपा इति निषेधात्, अत एव श्यन्नादयो न गणेन निर्देशात् किन्तु शबेव. शर्करीतं च इत्यादादौ इत्यादि अदादौ पाठात् शपोर्लुक्. तर्हि अत्र सिद्धान्तकौमुदीकारः किं वदति इत्युक्ते, यङ्गोची च अस्मिन् व्याख्याने उल्लिखितमस्ति शेषात् कर्तरि इति परस्मैपदम्. इत्युक्ते यङ्ग्लुकः शेषात् कर्तरि परस्मैपदम् इति सूत्रेण एव तत्र परस्मैपदित्वं प्राप्नुवन्ति, अनुदातङित् इति न. तत्र वयं दृष्टवन्तः ङित्वस्य यत्र ङित् भवति तत्र प्रत्ययस्य अपि ङित्वं भवितुमर्हति, अप्रत्ययस्य अपि भवितुमर्हति. यदि तादृशप्रत्ययस्य अप्रत्ययस्य द्वावपि भवति चेत् तत्र प्रत्ययस्य लक्षणं न तिष्ठति, अप्रवृत्तिः भवति. ङित्वस्य प्रत्यय अप्रत्ययसाधारणत्वेन प्रत्ययलक्षण अप्रवृत्तेः, तर्हि प्रत्ययस्य लक्षणं न तिष्ठति यत्र ङित्वं द्वावपि गृह्यते, प्रत्ययस्य अपि च अप्रत्ययस्य. अप्रत्ययम् इति कथनेन तत्र धातुः वा भवतु, आदेशः वा, आगमः वा, अन्यरीत्या तत्र ङित्वम् इति अर्थः. यत्र हि प्रत्ययस्य असाधारणं रूपम् आश्रीयते इत्युक्ते यत्र केवलं प्रत्ययं निमित्तीकृत्य तत्र कार्यं विधीयते तत्रैव लक्षणं तिष्ठति इति अस्ति. अत एव सुदृशप्रासाद इत्यस्य अत्वसन्तस्य इति दीर्घो न. तर्हि अनेन कारणेन एव अत्र अत्वसन्तस्य इति एकं सूत्रमस्ति येन कारणेन अत्र दीर्घः न भवति. सुदृशप्रासाद इति समस्तपदम् उल्लिखितमस्ति, तत्र दीर्घत्वं न भवति. तत्र दीर्घत्वं किमर्थं न भवति इत्युक्ते केवलं प्रत्ययं निमित्तीकृत्य तत्र कार्यं न भवति, असन्तस्य इति अन्यत्रापि भवति इति कृत्वा तत्र दीर्घः न भवति इति. तदनन्तरं येऽपि स्पर्धशीङ्गादयो अनुदातङितः तेभ्यः अपि न. तर्हि अत्र स्पर्ध अपि च शीङ् धातुद्वयं स्वीकृत्य तत्र स्पर्धिति अनुदात्त स्वरः अस्ति तत्र, तेन कारणेन तत्र आत्मनेपदी भवति. अपि च शीङ् अपि तत्र धातौ औपदेशिकधातु अवस्थायाम् एव तत्र ङित्वं वर्तते इति कृत्वा तत्रापि आत्मनेपदित्वं भवति, परन्तु अनेन कारणेन इत्युक्ते अत्र अप्रत्ययस्य कारणेन इति स्वीकर्तुं शक्नुमः इति वा भगिनि? इति मन्ये भगिनि. किञ्चित् कौमुदीकारस्य अनुयातनितः इत्यस्मिन् अनुबन्धनिर्देशः एव अस्ति खलु, यस्य अनुबन्धलोपः यत्र जायते तत् अनुदात्त स्वरः भवतु, नो चेत् यत्र अनुबन्धलोपः जायते अनुबन्धः जायते यस्य भागस्य तत्तु नित् भवति चेदपि इति अस्ति खलु. यदि अनुबन्धः धातुः अस्ति धातुतः अनुबन्धलोपः भवति खलु अत्र स्पर्श इति स्पर्द् मध्ये अनुदातः आम् शीङ् मध्ये णित्वम् इति कृत्वा तत्र अनुबन्ध लोपः भवति. अपि च अग्रे परिभाषा आसि आयास्यति यत्र वयं पश्यामः यङ् लुक् रूपाणि न भवन्ति इति. तथैव तत्र तस्यां परिभाषायाम् एव ष्टिपा शपा अपि उल्लिखितं. शपा इति कथनेन तत्र गणनिर्देशः यदि भवति तर्हि तत्रापि न भवति, केवलं शपेव तिष्ठति. तत्र श्यन् वा श वा श्ना वा इति तत्र गणनिर्देश यत्र भवति तत्रापि यङ्ग्लुक् रूपाणि न भवन्ति इति. अग्रे चर्करीतं च इति एकः एकं गणसूत्रमस्ति, येन कारणेन तत्र अधादिवत् भवति यङ्ग्लुक् रूपाणि. अपि च यतोहि अदादिवत् इति कृत्वा तत्र शपः लुक् जायते इति अग्रे आयास्यति. इदानीं तु केवलं प्रथमस्य एव अत्र चर्चा, इत्युक्ते णित्वस्य विषये एव अग्रिमपरिच्छेदे अपि तत्रैव विवरणमस्ति. इत्युक्ते तत्र कीदृशं भवति, किमर्थं कुत्र प्रत्ययलोप प्रत्ययस्य लक्षणं कुत्र तिष्ठति, अपि च किमर्थं परस्मैपदित्वं भवति यङ्ग्लुकि इति अत्र इतोपि विवृते विस्तरेण दत्तमस्ति. यत्र केवलं वयं यत्र यस्मिन् जने यस्मिन् जने पुरुषत्वम् अस्ति सः तस्मिन् ब्राह्मणत्वं इति धर्मः अस्ति इति न वक्तुं शक्यते. केवलं पुरुषत्वम् इति सामान्यधर्मः अस्ति पुरुषत्वम् इति, सर्वेषु पुरुषेषु वर्तन्ति. किन्तु ब्राह्मणत्वम् इति यद् धर्मः अस्ति तत्तु केवलं ब्राह्मणे अस्ति, क्षत्रियत्वम् इति क्षत्रिये अस्ति इति वयं जानीमः. तथा एव यदि अहं पक्षी इति वदामः चेत् मम भागिनेः तु सर्वान् पक्षिणं तु सः तु पक्षिणः तु सः कोकिलः इति एव वदिष्यति. किन्तु यदि अहं पञ्चवर्णपक्षी इति वदामि चेत् तादृश यत्र लक्षणं स्वीकृत्य वदामः तत्र एव साक्षात् कः इति अस्माभिः निर्णेतुं शक्यते. तर्हि अत्र णित्वम् इति केवलं प्रत्ययस्य लक्षणं तु न भवति, धातोः अपि भवति, धातूनामपि भवति, प्रत्ययानामपि णित्वं भवति इति वयम् अग्रे वदामः. तर्हि तादृश कथनस्य उल्लेखनार्थं तत्र असाधारणम् इति उक्तं वा? साधारणम् इति उक्तमस्ति, प्रत्यय अप्रत्ययसाधारणत्वेन इति अग्रिमवाक्ये प्रत्ययस्य असाधारणम् इति सत्यं लक्षणम् इति पञ्चवर्णः इति स्पेसिफिकलि यु आर् मेन्शनिङ्ग् अतः असाधारणम् इति. आं भगिनि सत्यं तथा एव अस्ति. लक्षणमिति अस्माकं न्यायवर्गे लक्षणं नाम किम् इति एकं करपत्रमस्ति, तत्र पश्यति चेत् एतस्य एव तत्र पुनः चर्चा जायते. सामान्यः धर्मः अस्ति तत्तु लक्षणं भवितुं न अर्हति. विशिष्यतया कस्मिन्नपि यत्किमपि लक्षणं भवति येन वयं पृथक् कर्तुं शक्नुमः, निर्धारणा भवति, तदेव वयं लक्षणम् इति तस्यैव लक्षणम् इति नाम भवति इति तत्र न्यायशास्त्रे लक्षणस्य परिभाषा अस्ति असाधारणधर्म यत्र वर्तते तत् भवति लक्षणं. यथा पृथ्वी पृथ्व्याः लक्षणम् अस्ति गन्धवती पृथ्वी, गन्धं नास्ति पृथ्वी न वक्तुं शक्नुमः. तथैव प्रत्ययस्य लक्षणं भवति प्रत्ययत्वम् इति असाधारणधर्म अस्ति प्रत्ययस्य प्रत्ययत्वम् इति. यदि अप्रत्यये साधारण अत्र वक्तुं दत्तमस्ति यथा शीङ् इति धातुः अस्ति, ङित् अस्ति, स्पर्द् इति यद् धातुः अस्ति, तत् अनुदातस्वर अस्ति, ते सर्वे साधारणधर्मः अस्ति. ते धातोः तत् स्पर्द् धातोः साधारणधर्मः नास्ति इति एतत् भेदमस्ति. समीचीनं भगिनि. अतः तत्र लक्षणं न तिष्ठति साधारणम् प्रत्ययत्वनिमित्तकृत्वा तस्य ङित्वत् न भवति इति द्वयोः प्रत्यय अप्रत्ययसाधारणत्वेन आगच्छति ङित्वत् अतः प्रत्यय प्रत्ययलोपे प्रत्ययलक्षणमेव तिष्ठति इति वदन्ति खलु प्रत्ययलक्षणमेव स्थातुं शक्नोति यत् प्रत्ययस्य लक्षणमेव नास्ति तर्हि कथं वा वयम् आनयामः तस्य स्वभावः खलु तद्धर्म तु तत्र न अवशिष्यति एव लोपेन. सो यङ्ग् लुकि इति प्रत्ययत्वं न आगच्छति तत्र सो अतः तत् कारणे निमित्तं नास्ति प्रत्ययत्वं नास्ति मित्वं तु प्रत्ययभावः नास्ति. महोदय असाधारणतया अत्र दत्तं प्रत्ययलक्षणेन एव भवति लोपस्य अनन्तरमपि तस्य कारणेन एव भवति चेत् असाधारणकार्यम् अत्र प्रत्ययलक्षणं भवति. यत्र लक्षणम् अस्ति तदेव प्रत्ययलोपे प्रत्ययलक्षणं तिष्ठति इति पूर्णसूत्रं पठामः चेत् प्रत्ययलोपे प्रत्ययलक्षणम् अस्ति इति भवति खलु क्रियापदं किमपि वदति तर्हि तिष्ठति. नो चेत् यत्र लक्षणमेव नास्ति यत्र साधारणधर्मः अस्ति चेत् लक्षणम् इति तस्य संज्ञा नास्ति. यत्र असाधारणम् अस्ति चेदेव तस्य संज्ञा भवति. यत्र अहं महिलां यां किमपि महिलाम् उद्दिश्य अहं हिमा भगिनी इति न वक्तुं शक्नोमि खलु. हिमा भगिनी इति कृत्वा भगिन्याः एका धर्मः अस्ति, स्वरूपम् अस्ति, सर्वम् अस्ति खलु. ध्वनिः अस्ति भगिन्याः इति तस्याः लक्षणानि सन्ति ते सर्वे इति कृत्वा तादृश असाधारणधर्मं यत्किमपि भवतु तस्य वयं लक्षणम् इति नाम संज्ञा भवति. तर्हि तादृशप्रत्ययस्य ये लक्षणानि सन्ति तानि एव अवशिष्यन्ते लोपे सति. यदि ते ये धर्माः लक्षणानि न सन्ति ते धर्माः तु न अवशिष्यन्ते लोपे लोपकरणे. तर्हि अत्र अनुदात अपि च नित् द्वावपि अत्र साधारण साधारणधर्मः अस्ति. प्रत्ययेषपि वर्तन्ते अप्रत्ययेषपि वर्तन्ते धातुषु अपि वर्तन्ते इति आदेशेषु अपि वर्तन्ते त्रिषु अपि वर्तन्ते खलु इति कृत्वा धर्मः तु अस्ति किन्तु लक्षणं नास्ति. सः धर्मः तु लक्षणं नास्ति इति अस्ति. पुनः एतस्य एव प्रत्येकं किमस्ति इतोपि विवृतम् अस्ति खलु भगिनी सरला भगिनी पठति वा भगिनि अग्रे अस्य अर्थः कः इति क्रमेण परिशीलयामः. ङित्वस्य प्रत्यया प्रत्ययसाधारणत्वेन प्रत्ययलक्षण अप्रवृत्तेः इति एतत् यत् वाक्यमस्ति तस्य पूर्णतया उदाहरणरीत्या विवरणमस्ति अधोभागे. सो ङित्वस्य यत् ङित्वत् यत् आगच्छति प्रत्यय अप्रत्यय द्वयोः साधारणत्वेन यत् ङित्वस्य निमित्तं भवति प्रत्यय अप्रत्ययसाधारणत्वेन न तु प्रत्ययलक्षण अप्रवृत्तेः. यदि प्रत्ययलक्षणं यदि भवति त प्रवृत्तिः न भवति इति एतत् वाक्यस्य अर्थमस्ति. ङित्वप्रत्ययस्य ङित्व अप्रत्ययस्य च उभयो स्वस्य पृथक्तया धर्मो वर्तते. यत्र प्रत्ययपरे अप्रत्ययपरे च उभयत्र ग्रहणं भवति तत्र प्रत्ययलक्षणं न कर्तव्यम्. इतोपि स्पष्टीकरणार्थम् उच्यते यत्र हि प्रत्ययस्य साधारणं रूपम् आश्रियते तत्रैव तत् केवलं प्रत्ययस्य असाधारणरूपस्य आश्रयम् अवलम्ब्य कार्यं यत्र स्यात् तत्रैव प्रत्ययलक्षणं भवतु. एतत् पर्यन्तं भगिनी प्रथमं प्रतिपादयितुं प्रयत्नं करोमि. ङित्व अप्रत्ययस्य च उभयोः स्वस्य पृथक्त्या धर्मो वर्तते. यदि ङित्व प्रत्यय आगच्छति वा ङित्य अप्रत्यय अस्ति यथा धातु आदेश किमपि भवेत् सो उभयोः स्वस्य पृथक्त्या धर्मो वर्तते. द्वयोः प्रत्यय भवेत् वा अप्रत्यय भवेत् द्वयोः पृथक् पृथक् धर्माः सन्ति यथा यत् ञित् अस्ति वा उदात् अनुदात्तम् अस्ति वा प्रत्ययस्य प्रत्ययत्वम् अस्ति इति तेषां पृथक् पृथक्तया धर्मं वर्तते तेषु यत्र प्रत्ययपरे अप्रत्ययपरे च उभयत्र ग्रहणं भवति तत्र प्रत्ययलक्षणं न कर्तव्यम्। यत्र ङित्वत् कृतेः प्रत्ययः भवेत् वा अप्रत्ययः भवेत् द्वयोः ग्रहणं भवति तत्र केवलं प्रत्यय इति प्रत्ययलक्षणं प्रत्ययत्वम् इति स्वीकृत्य तस्य निमित्तं न भवति। प्रत्यय अप्रत्यय इति वयं वदामः तत्र प्रत्ययलक्षणं स्वीकृत्य कार्यं न भवति इत्युक्ते ङित्वत् न भवति। यथा यङ् लुक् यदि यङ् लुक् अभवत् तत्र प्रत्ययलक्ष प्रत्ययलोपे प्रत्ययलक्षणमिति प्रत्ययं स्वीकृत्य तत्र आत्म ङित्वत् न आनीतव्यम् इति। इतोपि स्पष्टीकरणार्थम् उच्यते यत्र हि प्रत्ययस्य साधारणं रूपम् आश्रियते तत्रैव तत् इत्युक्ते यत्र प्रत्ययस्य असाधारणं यत्र हि प्रत्ययस्य असाधारणं रूपम् आश्रियते तत्रैव तत् इति महोदय उक्तवान्। एतत् वाक्यं पूरणं नास्ति, तस्य पूरणं कृत्वा किमपि योजनं भवति। यत्र हि प्रत्ययस्य असाधारणं रूपम् आश्रियते तत्र तत् ङित्वत् ङित्वत् न स्वीकर्तव्यं कर्तव्यम् इति। साधु भगिनि, यत्र प्रत्ययस्य असाधारणं रूपम् आश्रियते यथा अस्माकम् उदाहरणम् अस्ति यङ् लुक्, यत् यङ् लुक् भवति तत्र यदि प्रत्ययलोपे प्रत्ययलक्षणमिति यद् वयं ङित्वत् इति स्वीकुर्मः तत्र असाधारणम् अस्ति, यत्र प्रत्यय अत्र ङित्वत् न स्वीकर्तुं शक्नुमः इति आगच्छति। धातुसंज्ञाविधानं तु प्रत्ययस्य लक्षणं वर्तते इति खलु। धातुषु तु धातु किमस्ति, धातु इति योजनेन धातुसंज्ञा न लभते, आगमेन धातुसंज्ञा न लभते इति प्रत्ययस्य योजनेन वा धातुसंज्ञा सनाद्यन्ता धातु दातवः इति इत्यस्मिन् ये प्रत्ययाः सन्ति तेषां योजनेन धातुसंज्ञा तिष्ठति इति कृत्वा आयान्ति इति कृत्वा धातुसंज्ञा तिष्ठति इति खलु तत्र लक्षणं भवति। अत्र तु भगिन्या विपरीतेन उक्तं किल, यत्र प्रत्ययस्य असाधारणं रूपं भवति तत्र प्रत्ययस्य लक्षणं तिष्ठति परन्तु न तिष्ठति। न सरला भगिन्या, यत्र हि प्रत्ययस्य असाधारणं रूपम् आश्रयति तत्रैव तत् तत् तस्य प्रत्ययनिमित्तीकृत्य कार्यं भवति, किन्तु यत्र प्रत्ययद्वयोः यथा पूर्वं ङित्वत् प्रत्यय प्रत्यय साधारणत्वेन प्रत्ययलक्षणम् अप्रवृत्ति अस्तु या भवती श्रुतं वदति भगिनि, यत्र प्रत्ययस्य असाधारणं रूपम् आश्रियते तत्रैव तत् तस्मिन् तत्रैव प्रत्ययनिमित्तीकृत्य कार्यं भवितुं शक्नोति। प्रत्यय न उभयत्र प्रत्ययनिमित्तीकृत्य कार्यं भवति किन्तु प्रत्ययलक्षणम् इति संज्ञा न भवति। लक्षणमिति विशिष्टमस्ति खलु, येन विशिष्यते सः प्रत्ययः। असाधारणधर्ममिति लक्षणमेव अस्ति साधु, असाधारणधर्मं लक्षणं भवति, लक्षणम् अस्ति साधारणधर्म तु अन्यत्रापि भवितुम् अर्हति, मनुष्याणां केशः भवति, स्त्रीणां पुरुषाणां पशूनामपि मृगाणामपि अग्रे केवलं प्रत्ययस्य असाधारणरूपस्य आश्रयम् अवलम्ब्य कार्यं यत्र स्यात् तत्रैव प्रत्ययलक्षणं भवतु सो एतत् इदानीं उक्तवन्तः यत्र असाधारणं प्रत्ययस्य आश्रयम् अवलोक्य कार्यं भवति यत्र प्रत्ययनिमित्तं कार्यं भवति तत्र प्रत्ययलोपे प्रत्ययलक्षणमिति स्वीकर्तव्यम्. उदाहरणमस्ति यथा राजा राजन् योगस्सु हल्याङ्ग्योदीर्घा श्रुतिस्य प्रकृतं हल इत्यनेन सकारलोपः प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सुप्रत्यात्मकप्रत्ययधर्ममात्रस्य पुरस्कारं कृत्वा राजन् सुबन्तम् इति मत्वा सुप्तिङ्क्तं पदम् इत्यनेन तस्य पदसंज्ञाग्रहणेन न लोपप्रातिपदिकान्तस्य इत्यनेन पदान्तनकारस्य लोपो जायते. अस्तु इदानीं उदाहरणमस्ति राजन् राजन् इति प्रातिपदिकम् अस्ति राजन् योगस्सु इति सुप् प्रत्यय प्रथमाविभक्त्याः प्रथम एकवचने सु इति यदि योजयामः तु हल्लाङ्ग्योदीर्घा सुतिस्य प्रक्तं हल इति सूत्रेण सकारस्य अपि लोपः भवति पूर्णतया लोपः भवति तु केवलं राजन् एव तिष्ठति. इदानीं प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण यदि प्रत्यय सु इति प्रत्ययं योजितम् अस्ति किन्तु तस्य लोपः अभवत् इदानीं सुप् राजन् न केवलं प्रातिपदिकमस्ति किन्तु पदसंज्ञा अपि आगच्छति तत्र पदसंज्ञा केन सूत्रेण आगच्छति सुप्तिङ्क्तं पदं कारणे कि सुप् इति सुबन्तपदम् इति वयं योजितवन्तः यदि सुबन्तपदं योजित्वा इदानीं पदसंज्ञा अपि आगच्छति सो राजन् इति न केवलं प्रातिपदकम् अस्ति किन्तु पदसंज्ञा अपि तस्य आगच्छति सुप्तिङ्क्तं पदम् अनेन तस्य कारणम् अस्ति प्रत्ययलोके प्रत्ययलक्षणम् इति कारणात् अत्र प्रत्ययस्य असाधारण निमित्तम् आगच्छति तस्य पदसंज्ञाग्रहणेन न लोपप्रातिपदिकान्तस्य इत्यनेन पदान्तस्य नकारलोप जायते. इदानीं नूतनसूत्र न लोपप्रातिपदिकान्तस्य यत् नकारस्य लोपं भवति तु राज इति भवति अनन्तरम् अन्यसूत्रेण तस्य दीर्घत्वं भवति राजा भवति इति तथैव यया रीत्या प्रत्ययलोपे प्रत्ययलक्षणम् इति वयं स्वीकृत्य राजन् शब्द तत्र प्रातिपदिकं पदसंज्ञा स्वीकृतं किन्तु अनुदातङ्गितः आत्मनि पद तया रीत्या न भवति इत्यनेन यत् आत्मनि पदत्वं विधीयते तस्य ङित्वं केवलं प्रत्ययनिमित्तक ङित्वं न अपि तु यत् किमपि ङित्वं प्रकृतिः ङित्वम् आदेशस्य ङित्वम् इत्यादिकमपि आत्मनेपदत्वस्य निमित्तं स्वीक्रियते सो तत्र अनुदात ङित्त आत्मनेपद तत्र यदि ङित्वम् आगच्छति एतत् केवलं न केवलं प्रत्ययनिमित्त ङित्वम् अस्ति किन्तु अन्य अप्रत्यये अपि ङित्वम् आगच्छति अन्यधर्म साधारणधर्म स्वीकृत्य अपि ङित्वम् आगच्छति तत्र प्रत्ययमात्रधर्मस्य पुरस्कारं कृत्वा ङित्व प्रयुक्त आत्मनि पदत्वं नास्ति. पुनः लिखितमस्ति प्रत्ययमात्रधर्म केवलं प्रत्ययस्य धर्म स्वीकृत्य ङित्वं तत्र न आगच्छति अत्र आत्मनेपदत्वं तत्र ङित्वं न स्वीकर्तव्यम् इति दत्तमस्ति. तात्पर्यम् इदं यत् आत्मनेपदत्वं केवलं प्रत्ययनिमित्तकं कार्यं नास्ति अपि तु प्रत्ययः अप्रत्ययस्य च उभयत्र विद्यमानं ङित्वम् आत्मनेपदत्वस्य कारणम् सो आत्मनेपदत्वं ङित्वस्य लिङ्गित्वं यदि आगच्छति तत्र न केवलं प्रत्ययनिमित्तिकम् अस्ति किन्तु अप्रत्ययनिमित्तिकम् अस्ति, अतः प्रत्ययनिमित्तिकम् इति न स्वीकर्तव्यम्। अत्र तत्र प्रत्ययलक्षणेन यङ् ङित् मत्वा आत्मनि पदत्वं गृहीतुं न शक्यते। सो प्रत्ययलक्षणेन प्रत्ययस्य असाधारणधर्म स्वीकृत्य यङ् लुप्यत्र भवति, तत्र ङित्वं न स्वीकर्तव्यम्, अतः आत्मनेपदत्वं न भवितुं शक्नोति। प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यं तत्रैव भवति यत्र प्रत्ययः प्रत्ययरूपेण निमित्तं मत्वा विधीयमानं कार्यं साधयति। तत्र प्रत्ययलोपे प्रत्ययलक्षणमिति प्रत्ययं स्वीकृत्य तस्य निमित्तं भवति, यथा राजन्योगस्तु तत्र सुप्तिङ्क्तं पदम् इति पदं स्वीकृत्यं भवति, तत्र एव प्रत्ययलोपे प्रत्ययलक्षणं तस्य कार्यं सिद्ध्यति। आत्मने पदत्वनिमित्त अभावात् शेषात् कर्तरि परस्मै पदम् इत्यनेन परस्मै पदम्। किन्तु यङ् लुकि ङित्वत् प्रत्यये अपि भवति, अतः प्रत्ययलोपे प्रत्ययलक्षणं न स्वीकर्तव्यम्। अत्र ङित्वत् अभावात् शेषात् कर्तरि परस्मै पदे अनेन परस्मै पद परस्मैपदि प्रत्ययः सिद्धतिङ्गप्रत्ययः योजितं भवति इति। अस्तु भगिनि, ध्वनि अस्ति वा? सम्यक् सम्यक् अस्ति। आं भगिनि, अग्रिमपरिच्छेदस्य पठनात् प्राक् अधोभागे परिच्छेदद्वयं द्वयस्य समासप्रसङ्गे शिक्षा द्रष्टव्या। अत्र समासस्य शिक्षा, राजपुरुषः राज्ञः पुरुषः, राजन् न योगः नस् योगः पुरुष योगः सु समासज्ञा अस्ति। अत्र समासज्ञा कृत् तद्वितसमासश्च इत्यनेन समासाश्च इत्यनेन प्रातिपदिकसंज्ञा भवति। अधुना राजन्योगः नस् योगः पुरुष योगस्तु इति समुदायस्य प्रातिपदिकसंज्ञा अस्ति। ञस् सु इति द्वौ प्रत्ययौ प्रातिपदिकस्य अवयवं सुपोधातुप्रातिपदिकयोः इत्यनेन धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्रत्ययस्य लुक् भवति। राजन्योगः पुरुष इति राज्ञपुरुषः इति राजपुरुषः इति अस्ति। अलौकिकविग्रहवाक्यं तु राज्ञः पुरुषः इति। अत्र समासस्य लौकिकविग्रहवाक्यमस्ति राज्ञः पुरुषः। सम्यक् लौकिक तु राजपुरुषः, अलौकिकविग्रहवाक्यं राज्ञः पुरुषः। सम्यक् तत् अलौकिक, बट् राजपुरुषः तु लौकिकविग्रहवाक्यं। सम्यक् भगिनि, यत्र नस् सु इति योजयामः तत्र अलौकिकम् इति वदामः। अस्तु अस्तु अस्तु, तत्र कृत्तद्वितसमासाश्च इत्यनेन समासज्ञा न समासज्ञा भवति। राजन्युगन्यस् योगः पुरुष योग सु इत्यनेन समासज्ञा भवति। तद् प्रातिपदिकसंज्ञा कृत्तद्वितसमासाश्च इत्यनेन प्रातिपदिकसंज्ञा भवति। नस् अग्रिमप्रश्नः एतत् समासस्य शिक्षा अस्ति भगिनि, समासस्य शिक्षा अस्तु। अत्र सु द्वौ अपि प्रातिपदिकस्य अवयवः अवयवौ सन्ति स्तः, तदैव सुपो प्रा धातु प्रातिपदिकयोः इत्यनेन धातोः प्रातिपदिकस्य च अवयवरूपेण विद्यमान ऐ मीन् ते सन्ति ते द्वे द्वौ अपि लुक् भवति राजन् योगः पुरुष इति तिष्ठति अलौकिकविग्रहवाक्यम् अत्र नकारस्य न तत्रापि तदेव न लोपः प्रातिपदिकान्तस्य इत्यनेन नकारस्य लोपः भवति परे राजपुरुष इति भवति राजपुरुषः इति भवति अस्तु परे अपि पठितुमिच्छति चेत् पठतु भगिनि अत्र प्रत्ययस्य हा तदेव न तद् वदामि पठितुमिच्छति चेत् पठतु हा पठामि प्रत्ययस्य असाधारणधर्मः केवलं प्रत्यये भवति तादृशधर्मः मत्वा प्रत्ययलक्षणं भवति किन्तु यः धर्मः साधारणः सः प्रत्यये अपि भवति अप्रत्यये अपि भवति तादृशधर्मः मत्वा प्रत्ययलक्षणं न भवति अस्तु द्वे पङ्क्ति वदामि परे भगिनि परे पठामि प्रत्ययस्य असमाधारणधर्मः प्रत्यये अपि अस्ति प्रत्यये केवलं प्रत्यये भवति तादृशधर्मः मत्वा तत्तु तादृशधर्मं दृष्ट्वा प्रत्ययलक्षणं भवति किन्तु यः धर्मः साधारणः सः प्रत्यये अपि भवति अप्रत्यये अपि भवति साधारणधर्मः तादृशधर्मं मत्वा प्रत्ययलक्षणं न भवति यदि मम किमपि अस्ति मम किमपि मुखे किमपि चिह्नम् अस्ति तद् भवत्याः अपि मुखे अस्ति चेत् तद् मम लक्षणम् इति मया वक्तुं शक्यते वा न न केवलं यत् मम मुखे अस्ति तदेव मम लक्षणं भवति खलु तथा एव केवलं यद् भवत्याः वदने अस्ति तदेव भवत्याः लक्षणं भवति तद् अवगतम् अत्र तादृशधर्मं मत्वा प्रत्ययलक्षणं भवति न साधारणधर्मः अस्ति चेत् प्रत्ययलक्षणं न भवति इति हा परन्तु पश्यतु अत्र पूर्वतन सेण्टेन्स् मध्ये सादृशधर्मं मत्वा प्रत्ययलक्षणं भवति किन्तु यः धर्मः साधारणः भगिनि अत्र भवति एकनिमिषं प्रत्ययस्य असाधारणधर्मं केवलं प्रत्यये भवति तादृशधर्मं मत्वा प्रत्ययलक्षणं भवति तत्र फुल् स्टाप् अस्ति अनन्तरं किन्तु यः धर्मः साधारणः अस्ति सः प्रत्ययपि अस्ति हा तत्र भवति फुल् स्टाप् इति चिन्तयतु तर्हि भ्रमः न भवति अस्तु अस्तु किन्तु यः धर्मः साधारणः सः प्रत्यये अपि भवति अप्रत्यये अपि भवति तादृशधर्मं मत्वा प्रत्ययलक्षणं न भवति अस्तु अस्तु अस्तु नौ ऐ अण्डर्स्टुड् बिकास् इट् डिन् मेक् सेन्स् बिकास् भवति न भवति द्वे अपि अस्ति न तथैव कामशिला अस्तु दृषद् इति दकारान्तस्त्रीलिङ्ग शब्दः, शिलाखण्डः इत्यर्थः. अग्रे इमं शब्दम् उपयुज्य समासः क्रियते उदाहरणत्वेन. सदृशद् सुदृशद् सु इति अव्ययम्, अतः अग्रे सु इत्यस्मात् सुप्रत्ययः न प्रदर्शितः. अलौकिकविग्रहे तस्य सुप् भवति. पृथक् सूत्रेण च तस्य लोपः. सुयोगः दृषदः, तत्तु सुदृषद् योगः जस्. कृत्तद्विक्तसमासाश्च इत्यनेन सुयोगः दृषद् योगः जस् इत्यस्य समग्रस्य समुदायस्य प्रातिपदिकसंज्ञा भवति. सुपोत्पातिपदिक प्रतिकयोः इत्यनेन धातोः न धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्रत्ययस्य लुक् सु दृषद् लुकि लुकि सति सदृशद् दकारान्तः प्रत्ययलक्षणे असन्तः. लुकि सति सदृशद् दकारान्तः प्रत्ययलक्षणे असन्तः. अस् अन्ते अस्ति. प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सदृशदस् इति असन्तरूपम् अस्ति. सदृशदस् योगः सु. अत्वसन्तस्य धातोः च अधातोः इत्यनेन अतु प्रत्ययान्तशब्दस्य तथा अस् यस्य अन्ते अस्ति तादृशस्य शब्दस्य अङ्गस्य उपधायाः प्रथमैकवचनस्य सुप्रत्ययपदे दीर्घः दीर्घः. अत्र दीर्घः न भवति यतोहि यत् प्रत्ययलक्षणं कृत् येन असन्तत्वं सिद्ध्यते तत् प्रत्ययलक्षणं न भवति यतोहि तस्मिन् प्रत्यये यत् असन्तत्वं वर्तते तत् असन्तत्वं प्रत्ययमात्रवृत्तिः नास्ति. अप्रत्यये प्रातिपदिके चन्द्रमस् इत्यस्मिन् वेदस् इत्यस्मिन् च अपि भवति. अस्तु भगिनि, अत्र सुदृश् इत्यस्य सुदृशद् इत्यस्य उदाहरणं दीयते. अत्र शिलाखण्ड इति अस्ति इत्यर्थः. अत्र सु अव्ययम् अस्ति. अत्र अग्रे तथैव सुप्रत्यय न दृश्यते, न प्रदर्शितः. सुयोगः दृषदः. अत्र सु जस् आगच्छति दृषदः. कथम् आयाति इति वदनेन अस् अस्ति अत्र सुदृषदस् इति अस्ति. तत्तु एकवचनं सुदृषद् सुयोगः दृषद् योगः जस् तत्र बहुवचनम् अस्ति. अत्र कृत्तद्वितसमासाश्च इत्यनेन जस् इत्यस्य प्रातिपदिकसंज्ञा भवति. सुपोधातु प्रातिपदिकयोः इत्यनेन लुक् भवति. सुप्रत्ययस्य लुक् भवति अत्र दकारान्तस्य प्रत्ययलक्षणे असन्तः अस्ति. पूर्वे प्रत्ययलक्षणम् इति वदनेन तत्तु अत्र पूर्वे अपि दृशदस् इति असन्तः अस्ति. प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रात् तिष्ठति दश सकारः तिष्ठति अस् अस् अन्तः असन्तः तिष्ठति अत्र असन्तत्व असन्तस्य अत्वसन्तस्य चाधातोः अधातोः तत्र अस् यस्य अन्ते अस्ति तादृशस्य शब्दस्य अङ्गस्य उपधायाः प्रथमैकवचन सुप्रत्ययपरे दीर्घः तत्र अतलो अत उत्पदायाः इत्यनेन आगच्छति सम्यक् तथैव अत्र दीर्घः न भवति तत्र प्रत्ययलोपे प्रत्ययलक्षणं कार्यं करोति तत्कारणात् अत्र दीर्घः लोपः भवति सम्यक् दीर्घः न भवति खलु न भवति दीर्घः लोपः भवति तदेव वदामि अत्र दीर्घो न भवति इति एव अस्ति खलु लोपः भवति इति किमपि न लोपः न भवति लोपः न भवति एव दीर्घः न भवति किमर्थमिति न भवति सन्त इति प्रत्ययलक्षणं नास्ति इति कृत्वा अत्र दीर्घः न भवति असन्त कर्तुं न शक्यते असन्त इति प्रत्ययलक्षणं नास्ति इति कृत्वा अत्वसन्तस्य च धातोः इत्यनेन अधातोः इत्येवरे अत्र दीर्घः न भवति इति अधातोः अत्वसन्तस्य च अधातोः सम्यक् अधातोः अधातोः अस्तु चन्द्रमस् वेदस् अपि तथैव परन्तु ते ऐ मीन् वेदाः इति आगच्छति परे आगच्छति वेदाः इति तद् दृष्टं केवलं किम् अस्ति प्रत्ययलक्षणम् असन्त अत्र प्रत्ययलक्षणं अत्र तु पदस्य अपि चन्द्रमस् इति अस्ति शब्दः वर्तते वेदस्यपि परन्तु तत्र तत्र कोऽपि वेदस् इत्यस्मिन् तु वेद् इति विद्युधातुतः आयाति चन्द्रमस् इति नामपदमस्ति खलु तर्हि अधातोः चन्द्रमस् इति अधातोः वेदस् इति धातुतः धातुतः तत्तु कोऽपि परे कार्यं करोति अग्रे अस्ति अग्रे अस्ति अस्तु अग्रिमः प्रश्नः मणिमहोदय खलु मणिक्षम्यतां भगिनि मणिमहोदय अत्वसन्तस्य च धातोः न न मणिः आगच्छति भगिनि मया पठामि अत्वसन्तस्य च धातोः इत्यस्य उदाहरणानि पूर्वम् इदानीमपि भगिनी उक्तवती दृशत् किं भगिनि पूर्वं परिच्छेदं यत् अस्ति अग्रिमपरिश प्रश्नः आयाति तत् पठितव्यम् एतदपि समाप्य नास्ति वा असन्तस्य धातोः चाधातोः इति उदाहरणे अपि पठित्वा तदनन्तरं उदाहरणं पठित्वा इदानीम् अत्वसन्तस्य च धातोः इति सूत्रं कार्यं करोति कुत्र भवति इति पूर्वं पुष्पभगिनी उक्तवती सुदृसदस् इत्यनेन शब्दस्य अत्वसन्तस्य च धातोः न भवति किमर्थं चेत् साधारणतया इति भवति इत्यनेन परन्तु अत्र निश्चयेन भवति उदाहरणं अतु प्रत्ययः यथा मतु वतु तवतु मत् एषाम् अन्ते ते मत् योजने युसु अतु इति प्रत्ययस्य लोपः न जातः इति कृत्वा तिष्ठति एव अन्तस्य खलु, तर्हि अत् इति भागस्य यः निर्देशः अस्ति अत्र तु अस्ति एव, लोपः न जायते इति कृत्वा प्रश्नः एव नास्ति, प्रत्ययलोपे प्रत्ययलक्षणं वा न वा इति चिन्तनं नास्ति, अत्र तु केवलं उदाहरणानि अत्र नास्ति, परन्तु सुदृशस्य साधारणतया लोपः भवति, न कार्यं करोति अत्र, दीर्घं न भवति, परन्तु अत्र इतोपि उदाहरणेन दीर्घः भवति इति चेत् अत्र दत्तम् महोदय. आं महोदय अग्रे धीमत्योः सु धीमान् तदेव वत् अन्ते भवत् योः सु भवान् इति उदा उपदायः दीर्घः भूत्वा तदेव गतवत् योः सु गतवान् असन्तः यत्र चन्द्रमस् वेदस् अस् येषाम् अन्ते ते चन्द्रमस्सु योः चन्द्रमाः प्रत्ययरूपेण प्राविध्येन चन्द्रमस् वेदस् इति भवति, अतः प्रत्ययलक्षणं भवति इत्यनेन उपदाः दीर्घः भवति, अतः सकारः वृत्तविसर्गः भूत्वा चन्द्रमाः इति भवति. इदानीम् उपरि पठितं अथ उपदायाः कार्यं करोति. न अत्तु सन्तस्य च दादौ एव कार्यं करोति, न सम्यक् जानामि, पृच्छतु महोदय पृच्छतु. अग्रिमे प्रश्नः आयाति यत् केवलं प्रत्ययधर्मस्य आश्रयः इति न, अपि तु यस्य कस्यापि धर्मस्य आश्रयम् अवलम्ब्य प्रत्ययलक्षणं किमर्थं न स्यात्. अत्र कौमुदिकारौ लिखति यत् अर्थ एव सदृश प्रसाद् इत्यस्य अर्थसन्तस्य इति दीर्घो न, केवलं प्रत्ययधर्मस्य आश्रयम् अवलम्ब्य प्रत्ययलक्षणं करणीयम् इति सिद्धान्तः, तदर्थमेव सुदृशत्प्रसादः इत्यस्मिन् अर्थसन्तस्य च धातोः इत्यनेन दीर्घो न भवति. अनेन सूत्रेण अधु प्रत्ययान्तशब्दस्य तथा अस् यस्य अन्ते अस्ति तादृशशब्दस्य अङ्गस्य उपदयः प्रथम एकवचने सुप्रत्ययपरे दीर्घः भवति, परन्तु सूत्रे अतादौ इति अनेन यस्य अन्ते धातुः अस्ति तादृशशब्दस्य अयं दीर्घादेशो न भवति. अत्र सुशोभाना दृशतोः दृशतो यस्य प्रसादस्य सुयोः जस् दृशत् योः दस् जस् अर्थात् सुन्दराः शिलाखण्डाः यस्य प्रसादस्य इति विग्रहवाक्येन यः समासः भवति, समासावयः मत्वा सुपो धातुप्रातिकयोः इत्यनेन जस् प्रत्ययस्य लोपो भवति. सुपो धातुप्रातिकयो प्रातिपदिकयोः इत्यनेन धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानः सुप्रत्ययः लुक् भवति. यदि कश्चन सुप्रत्ययः कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण वा विद्यमानः अस्ति तर्हि तस्य सुप्रत्ययः लुप् भवति. अत्र किन्तु लुप्तस्य यस् प्रत्ययस्य प्रत्ययलक्षणम् आश्रयम् अवलभ्य प्रातिपदिदातेश न भवति. किमर्थम् इति चेत् अत्वसन्तस्य च धातोः इत्यनेन केवलं प्रत्ययमात्रस्य आश्रयम् अवलभ्य दीर्घः भवति इति नास्ति, अपि तु वेदशब्दात् वेदाः वेदयोसु अत्वसन्तस्य वेदाः इत्यस्मिन् प्रत्यये अप्रत्यये च उभयत्र दीर्घादेशो भवति, अतः इदं कार्यं प्रत्यय अप्रत्ययं साधारणकार्यं, केवलं प्रत्यय असाधारणकार्यं नास्ति. एवमेव यङ्लिखि प्रत्यय अप्रत्ययस्य साधारणकार्यं प्रत्ययलक्षणेन आत्वम् आत्मनेपदं न भवति. अत्र प्रश्नः आयाति प्रत्ययधर्मस्य आश्रयः न अपि तु यस्य कस्यापि धर्मस्य आश्रयम् अवलम्ब्य प्रत्यलक्षणम् अत्र प्रत्यलक्षणस्य लोपस्य अनन्तरमपि किमर्थं नाम कार्यं भवति इति इत्यस्य अर्थः चिन्तयामि महोदय. सम्यक् नास्ति चेत् करेक्षन् करोतु. अत्र कौमुदिकायाः लिखति अतः एव सुदृशत् इत्यस्य अर्थसन्तस्य दीर्घः न भवति. अत्रापि प्रत्ययः लक्षणं नास्ति इति साधारणकार्यम् अस्ति इति इत्यनेन एव अत्र अससन्तस्य सूत्रेन प्रथमपुरुषे दीर्घ उभतः दीर्घः नास्ति इति न भवति इति अत्र दत्तं. केवलं प्रत्ययधर्मस्य आश्रयम् अवलभ्य प्रत्ययलक्षणं करणीयम् इति सिद्धान्तः. सिद्धान्तः भवति प्रत्ययस्य अवलभ्य एकमार्गेण अन्यं मार्गेण नास्ति, प्रत्ययमार्गेण एव धर्मं भवति चेत् अत्र प्रत्ययलक्षणं भवति इति सिद्धान्तः वदति. तदर्थमेव सुदृशत् प्रसाद् इत्यस्मिन् असन्दस्य साक्षाद् अदादौ इति दिनेन दीर्घः भवति. यदा पूर्वम् उक्तं तथैव अत्रापि अनेन सूत्रेण अतु प्रत्यान्तशब्दस्य तदा अस् यस्य अन्ते अस्ति तादृशस्य शब्दस्य अङ्गस्य उभयः प्रथम एकवचनस्य सुप्रत्ययपरे दीर्घो भवति. असन्तश्च साधोः इत्यनेन प्रत्ययन्तशब्दस्य अतु इति प्रत्यन्तशब्दम् अस् इति अन्ते अस्ति तस्य शब्दस्य अपि पुनः एकवचन उभयः सुप्रत्यये परे दीर्घो भवति इति सूत्रं वदति. परन्तु अत्र अधवाद तदेव धातु अस्ति चेत् अत्र कार्यं न भवति. अत्र सुसोपन दृश्यतो दृश्यतोः यस्य प्रसादस्य सु योः जस् दृश्यत् योः जस् अर्थात् सुन्दरशिलाखण्डः इति शिलाखण्डः यस्य प्रसादस्य इति विग्रहवाक्ये सः प्रसा समासः भवति. समास अवयवः जस् सु इति समासस्य अवयवः. अतः अवयवः अस्ति चेत् सुपो प्रातिपदिकयोः इत्यनेन जस् प्रत्ययः लोपो भवति. अत्र यदा धातु अथवा प्रातिपदिकस्य अवयवः अस्ति चेत् सुपो लोपो भवति इति अत्र सूत्रं वदति. अत्र अधः दृशत् योः सुयोः दृशत् एव तिष्ठति. सम्यक् महोदय? सुप्रत्ययः लुक् भवति अत्र. किन्तु लुप्तस्य यस् प्रत्ययस्य प्रत्ययलक्षणम् आश्रयम् अवलभ्य प्राप्तिधर्मः नास्ति. किमर्थं चेत् अश्वतन्त्रस्य च धातोः इति न केवलं प्रत्ययमात्रस्य आश्रयम् अवलभ्य दीर्घः भवति नास्ति, अपि तु वेदस् अन्यमार्गेण अपि भवति. अस्ति अन्तस्य रूपं प्रत्ययस्य मार्गेण अपि भवति, अन्यमार्गेण प्रातिपदिकयोः वेदस् इति सूत्रेण अस् भवति. अत्र अस् इति प्रातिपदिकयोः अपि प्रत्ययस्य अपि भवति इति कारणतः साधारणकार्यं भवति. अतः अत्र दीर्घः न भवति. प्रत्ययसाधारणत्वेन अतः प्रत्ययकार्यं न भवति. प्रत्यय असाधारणकार्यं नास्ति अतः अत्र दीर्घः न भवति. किमर्थं चेत् द्विविधम् अस् भवति. अतः साधारणकार्यम् इति मत्वा अत्र दीर्घः न भवति प्रायः. किमपि वक्तुं चेत् वदतु महोदय. शक्नोमि. धन्यवादः महोदय. अग्रे किं भगिनि यङन्तप्रसङ्गे धातुः स्वयं नित् अस्ति अधोभागे वा उदाहरणानि एतावदेव वयं कृतं स्वर्गे ओ एवं किं पठामि गते सप्ताहे अपि एतावदेव कृतवन्तः आं भगिनि आं भगिनि पुनः यतोहि तत्र ग्रन्थकारस्य शैली किञ्चित् तत्र काठिन्यं वर्तते इति कृत्वा महोदयेन पुनः कृतवान् यतोहि तत्र पुनः पुनः यदा वयं कुर्मः मध्ये मध्ये किञ्चित् भ्रमः अपि भवति अपि च विपरीततया अपि वयं शक्यते महोदयः प्रश्नं पृच्छति अस्माकं मनसि सर्वं ब्लाक् भवति अपगच्छति आम् अनन्तरं पठामः चेत् क्लेशः अपि नास्ति किमपि क्लेशः नास्ति सर्वम् अवगच्छामः किन्तु वर्गं गच्छामः महोदय प्रश्नं पृच्छति तावदेव तर्हि एकवारं पुनः तस्मिन् विषये भवती एव प्रतिपादयति वा भगिनि एकवारम् अहं पुनः वक्तुं प्रयतिष्ये तर्हि तत्र भ्रमः भवति वा इति पश्यामः अत्र एतावत्पर्यन्तम् आत्मसन्तस्य दीर्घो न इति यावत्पर्यन्तं किमर्थम् इत्युक्ते अग्रे यत् अस्ति शीङ् स्पर्धशीङ् इत्यस्मिन् विषये वा वयं तु एतावत्पर्यन्तम् अग्रे एव आयाति प्रायः अग्रिमसप्ताहे पुनः तस्मिन् विषये भवति तर्हि दीर्घो न इत्यस्मिन् तस्य विषये एव पुनरेकवारं वक्तुं प्रयतिष्ये तर्हि तत्र सुदृशद् इति पदं स्वीकृत्य तत्र चर्चा जाता दृशद् इति दकारान्तस्त्रीलिङ्गपदमस्ति अर्थः तु शिलाखण्डः इति अस्ति तेन सह यदि समस्तपदं कर्तुम् इच्छामः सु इति तत्र योजयामः सु इति अव्ययमस्ति उपसर्गः अपि अस्ति सु इत्युक्ते तत्र सुष्ठु शोभना इति भवति तर्हि तत्र सुदृशद् इति प्रत्ययं यदि पश्यामः तत्र अलौकिकरूपं कथं भवति इत्युक्ते सुयोगः अत्र प्रथमपुरुषबहुवचनमेव स्वीकृतमस्ति अतः जस् इति प्रत्ययः जायते तर्हि सुयोगः जस् अपि च दृशद्योगः जस् इति अलौकिक विग्रहं परन्तु सुयोगः जस् तस्य विवरणम् अत्र तस्य चर्चा न कृता तत्रापि प्रत्ययस्य लोपः भवति भिन्नसूत्रेण इति कृत्वा अत्र इदानीं तु केवलं सुयोगः अव्ययात् आप् पुनः सुपः इति तर्हि अव्ययस्य अपि सुपः लुक् जायते इति कृत्वा अत्र तस्य विषयः न चर्चितं तर्हि तत्र सु इत्येव स्वीकुर्मः तर्हि सुयोगः दृशद्योगः जस् इति स्थितिः इदानीं जस् तु अवयवः भवति तत्र इति कृत्वा तत्र अवयवरूपेण स्थितस्य सुपः लुक् जायते सुपो धातु प्रातिपदिकयोः अनेन सूत्रेण जस् इत्यस्य अपि लुक् जायते तदानीं सुयोगः दृशद् इत्येव तिष्ठति इदानीं जस् इत्यस्य लोपः लुक् यदा जातं तर्हि तत्र लक्षणं तिष्ठति वा न वा इति प्रश्नः तर्हि तत्र प्रत्ययस्य इदानीं लक्षणं तिष्ठति इति स्वीकार्यं किल तर्हि प्रत्ययलोपे प्रत्ययलोक्षणम् इति कृत्वा तत्र प्रत्ययं प्रश्नः भवति वा इति अस्वसन्त भवति वा इति इत्यस्य प्रसक्तिः भवति वा इति प्रश्नः आगच्छति हा तत्तु अग्रे अस्ति परन्तु प्रथमं सुदृशद्योगः जस् इति यत्र वयं कृतवन्तः तत्र सुपो धातु प्रातिपदिकयोः इत्यनेन सुपः जसः लुक् जातं किल तर्हि इदानीं जसः लुक् यदा वयं लुक् जातं तथापि तत्र प्रत्ययस्य लक्षणं तिष्ठति इति कृत्वा एव सुदृशदस्थितिरूपम् आगच्छति इति भवति वा इत्येव प्रश्नः अत्र प्रत्ययलक्षणं तर्हि अधुना जस् इत्यस्य लोपः पूर्णतया जातः जस् इति प्रत्यय एव अस् इति भागः वर्तते खलु तर्हि तस्यापि लोपः जातः तर्हि अधुना यत्र लुक् जायते तदुना वयम् अत्वसन्त इति वक्तुं तस्य संज्ञा भवति वा इति प्रश्नः लक्षणं भवति वा इति तर्हि एकस्मिन् पक्षे इदानीं पश्यामश्चेत् रूपं तु अस्माकं प्रथमपुरुष बहुवचने सुदृशदः इत्येव रूपम् अस्ति किल भगिनि? अत्र भगिनि अत्र तथा नास्ति इति मन्ये. अत्र तु समस्तपदस्य प्रातिपदिकं भवति सुदृशत् इति. सुदृशदेव भवति महोदय. अधोभागे यत् उदाहरणमस्ति तस्य उदाहरणमस्ति यदि भवती स्वीट् जस् इति प्रत्यलोपे प्रत्यलक्षणमिति स्वीकृत्य आनीतवती तत्र किं भवत् इति अति उदाहरणमस्ति कि यत्र प्रत्यये साधारणत्वेन इति न कर्तुं शक्नुमः. प्रथमं लोपः जायते अत्र प्रथमभागे सुदृशत् इत्यस्मिन् प्रासाद इत्यस्मिन् दीर्घो न भवति इत्यस्मिन् चर्चा कुर्मः. किन्तु अग्रे यत्र चन्द्रमाः इति सर्वम् आगच्छति खलु तत्र प्रश्नः एव नास्ति. तर्हि अत्र भवति वा इति प्रश्नः तावदेव खलु. अनन्तरं वयं राजन् राजपुरुषः इत्यस्मिन् भिन्नरूपेण अत्र तु किम् अस्ति तत्रापि स्पष्टः आसीत्. तत्रापि प्रश्नः. मम प्रश्नः किम् इत्युक्ते सुयोगः दृशद् इदानीं यदा जसः लुक् जातः तर्हि इदानीं सुदृशद् इति समस्तपदस्य प्रातिपदिकं किल सुदृशदेव प्रातिपदिकं. तर्हि किमर्थं तत्र सुदृशदस् इति स्वीकृत्य अग्रे असन्तरूपः भवति खलु सुपलोपः न भवति. तत् केवलम् उदाहरणमस्ति कथं न भवति इति. तथा न भवति इति किल. क्षम्यतां परन्तु महोदय अत्र अस्ति इति मत्वा कथम् इति न भवति इति भ्रमयितुं तादृशप्रश्नः अस्माकं मनसि आयाति इति खलु इति कृत्वा महोदयस्य प्रश्नः अस्ति अत्रापि. प्रत्ययस्य लक्षणं पश्यामश्चेत् तत्र असन्तः इति स्वीकृत्य वक्तुं शक्यते. किमर्थं न वक्तुं शक्यते इत्येव अत्र आशयः अस्ति. यत्र सुदृशत् इति प्रातिपदिकरूपं वयं प्राप्नुमः समस्तपदस्य प्रातिपदिकं तत्र तु असन्तशब्दः नास्ति. किमर्थम् इत्युक्ते अस्ति इति भागः अस्ति खलु प्रत्ययस्य एव लक्षणं नास्ति. अन्यत्रापि दृश्यते प्रातिपदिकेषु अन्येषु प्रातिपदिकेषु उदाहरणार्थं चन्द्रमस् इत्यस्मिन् दृश्यते खलु. तर्हि एषः अस्ति इति भागः प्रत्ययस्य भागः नास्ति. सुदृशत् इति समस्तपदस्य यत् प्रातिपदिकं वर्तते तत्तु समस्तपदस्य प्रातिपदिकस्य तु अत्र तु असन्तः नास्ति. असन्तः नास्ति. तर्हि तत्र एकं वदतु सुदृशद् इति प्रातिपदिकं सुदृशद्योगः सु इति प्रथमपुरुषे एकवचने रूपं भवति. प्रथमं वयं बहुवचने चर्चितवन्तः. न न न अत्र वेदस्योगः सूति अग्रे अग्रे अस्ति भगिनि. वेदस् मास्तु. वेदस्तत्र मम स्पष्टता अस्ति केवलं सुदृशद् सुदृशत् इत्यस्मिन् सुदृशत् योगः जस् इत्येव स्वीकरणीयं खलु. उभयत्र बहुवचने अस्ति खलु. तर्हि अधुना तु अस्माकं प्रक्रियायां तु बहुवचने एव भवति. बहुवचनान्तं स्वीकरोति खलु. तद्दृष्ट्वा भवत्या भवत्याः भ्रमः जायते खलु. वेदस् इत्यस्मिन् अन्यत् उदाहरणमस्ति. न तत्र क्लेशः नास्ति. इदानीं सुदृशद् इति प्रातिपदिकं जातं. सुदृशद् इति प्रातिपदिकं यदा जातम् इदानीं चर्चा तु प्रथमपुरुष बहुवचने अस्ति वा एकवचने अस्ति वा? बहुवचने एव जायमानः अस्ति खलु. तर्हि किमर्थं सु इति योजितम् अनन्तरं सुदृशम् सुदृशदस्य योगः सु इति स्थापितम् अग्रे कुत्र महोदय? तत्रैव प्रत्ययलोपे प्रत्ययलोपे सुदृशदस् इति न करणीयं परन्तु तथापि तत्र अस्ति इति प्रत्ययलक्षणम् इति स्वीकुर्मश्चेत् सुदृशदस् इति स्वीकृत्य असन्तरूपम् इति मत्वा पुनः सु इति योजयति. प्रायः महोदय वक्तव्यम् इति मन्ये. तत्र तु जस् इति बहुवचनरूपम् एव अस्माभिः. तत्र मम क्लेशः किमर्थं तत्र सादृशं स्थापितवान् इति? न न न बहुवचनरूपं महोदय वदेम, किमर्थम् इत्युक्ते आहत्य प्रक्रिया तु बहु यत्र बहुवचने अस्ति, बहूनि किम् अस्ति भगिनी महोदयस्य अभिप्रायः अस्ति यदि सुदृशता इति वयं प्रत्यलोपे प्रत्ययलक्षणं स्वीकृत्य प्रातिपदिकं सुदृशदस् इति यदि वयं इति वदयं कृतवन्तः तत्र इति अस् दीर्घात् न भवति अत्र सु भवति अत्र सु भवति पुनः किमर्थं सुदृशदस् इति प्रश्नः बहुवचने सुदृशदस् इति बहुवचन प्राति बहु बहु प्रातिपदिकं तु बहुवचने एकवचने इति किमपि नास्ति खलु तदर्थमेव एक मम तु तत्र भ्रमः भूत्वा किमपि उक्तवती तत्र प्रातिपदिकं नास्ति तत् प्रातिपदिकं नास्ति तद् सदृशतः शिलाखण्डाः शिलाखण्डाः एव दृश्यते सुदृशदः शिलाखण्डा खण्डः न खण्डाः एव स्वीकरोति शिलाखण्डाः एव स्वीकरोति मम भ्रमस्य कारणम् अवगतवती किल भगिनी एवं मन्ये न पुष्पा भगिन्याः आशयः एवम् अस्ति सुन्दराणि शिलाखण्डानि यस्य सः इति भवति खलु तर्हि सुन्दराणि शिलाखण्डानि इत्यस्मिन् तु बहुवचने अस्ति इति कृत्वा जस् इति प्रथमं स्वीकृतम् अनन्तरं यस्य सः इति एकवचने अस्ति खलु इति कृत्वा सुप्रत्ययं योजयाः अत्र तु बहुव्रीहि समासः अस्ति तर्हि प्रथमं तु बहुवचने अस्ति सुन्दराणि शिलाखण्डानि इति स्वीकुर्मः तत्र बहुवचने भगिनी अलौकिकविग्रहवाक्यं बहुवचने अस्ति यस्य सः इति एकवचने भवति खलु तद् समस्तपद्यस्य प्रातिपदिकं सुदृशद् भवति किन्तु महोदय इति इङ्गितुम् इच्छति यदि यम् अस् इति आनयामः प्रत्ययलोके प्रत्ययलक्षणं तत् इति न स्वीकर्तव्यं कारणकी सरला भगिनी हेमभगिन्याः कः प्रश्नः इत्युक्ते प्रथमं किमर्थं बहुवचनं अनन्तरं किमर्थम् एकवचनम् इति एव प्रश्नः तदेव भगिनी अत्र किमस्ति इत्युक्ते भवत्याः सामान्य किमस्ति अधिकरण अत्र कर्मधारे समासः अत्र नास्ति सुन्दराणि शिलाखण्डानि इत्यस्य रूपं वयं न साधयामः सुदृशद् इत्यस्मिन् सुदृशत् इत्युक्ते सुन्दराणि शिलाखण्डानि यस्य सः इति बहुव्रीहि समासः अस्ति तर्हि प्रथमं तु सुन्दराणि शिलाखण्डानि इति बहुवचने इति कृत्वा जस् योजयामः अवगतं तदनन्तरं वयं सुप् यस्य सः इति भवति खलु एकवचने वक्तव्यं समस्तपदस्य एकवचनं कर्मधारयः तदनन्तरं बहुव्रीहि इति कर्मधारय इति नास्ति खलु न सुन्दराः शिलाखण्डाः इत्युक्ते तत्र तु कर्मधारयः एव तथा मनसि भवति किन्तु यत्र बहुव्रीहि समासः उच्यते तत्र वयं कर्मधारय गर्भ बहुव्रीहि इति न वदेम केवलं बहुव्रीहि इति एव वदामः न अत्र सु इति अव्ययम् अस्ति अव्ययीभावसमासः अस्ति न भगिनि अत्र प्रथमवर्षे एकवचने सु इति आयाति तस्यैव अस्ति सुप्रद यस्य सः इति प्रथमवर्षे एकवचने वयम् अधुना रूपं साधयामः अवगतं इति कृत्वा प्रथमबहुवचने अस्माभिः समस्तपदं किम् अस्ति अलौकिकविग्रहं कृत्वा अस्माभिः कृतं तदनन्तरं यस्य सः इत्यस्य कृते पुनः आनयामः खलु प्रत्ययम् आनयामः अधुना यस्य सः इत्यस्य बहुव्रीह्यां यदा आगच्छति तर्हि यम् अन्यपदप्राधान्यम् अस्ति इति कृत्वा अन्यपदस्य विभक्तिः वचनं स्वीकरोति अत्र तु प्रसाद इति अन्यपदस्य एव विभक्ति वचनं स्वीकरिष्यति इति कृत्वा एकवचने स्वीकरिष्यति सु इति प्रतिहायाति एकवचने प्रथमपुरुषे एकवचने. अस्तु, तर्हि अत्र सुदृशदस् इति न योजनीयं. प्रातिपदिकं तु सुदृशदेव अस्ति, परन्तु अत्र अस्ति इति स्वीकुर्मश्चेत् किं भवति इति, अत्र यथा वयं दलसार्थक्यं पदकृत्यम् इति वदामः तादृशम् अत्र भ्रामयति इत्येव अहं वदामि. अत्र दलसार्थक्यम् इति जनाः प्रश्नं पृच्छन्ति, तत्रैव अस्माकं मम तु भ्रमः जायते तावत्पर्यन्तं. सत्यम्, इतोपि अभ्यासः करणीयः. समीचीनं भगिनि, परन्तु पुनः यदि वक्तुं यदि अग्रिमवर्गे महोदय चिन्तयामः महोदयस्य वर्गं समाप्य आगच्छति चेत् पुनः अस्माकं सरला भगिनि, एकवारम् अत्र सिद्धान्तकौमुदी ग्रन्थकारः प्रतिपादयति यत् इति अस्ति खलु, तत्र वाक्यचतुष्टयं वर्तते अश्वसन्तस्य इति दीर्घो न इति पर्यन्तम्, एकवारं झटिति पञ्चनिमेषेषु वदिष्यति वा भगिनि तद्वक्त्वा पुनः सिद्धान्तकौमुदी वाक्यम् उक्त्वा वयं विरमामः. स्पर्धा इत्यस्मिन् आवश्यकं केवलम् अश्वसन्तस्य इति पर्यन्तम्. कस्मिन् परिच्छेदे? अस्मिन् प्रसङ्गे यङोचीच इत्यस्य व्याख्याने सिद्धान्तकौमुदी प्रतिपादयति इति वाक्यचतुष्टयम् अस्ति खलु, पञ्चवाक्यानि सन्ति दृशत्प्रासाद इत्यस्य अत्वसन्तस्य इति दीर्घो न. अस्तु, अत्र दीर्घो न भवति त्यजतु स्पर्धशिङ् त्यजतु प्रथमद्वे प्रथमद्वे वाक्ये वदामि पञ्चवाक्यानि अपि. अस्तु, शेषात् कर्तरि इति परस्मैपदम् इत्युक्ते यङ् लुगन्त धातुः तत्र परस्मैपदी भवति शेषात् कर्तरि सूत्रेण इति. अनुदात मितः इति तु न तु अनुदात मित इति सूत्रेण आत्मनेपदी न भवति. गित्वस्य प्रत्यया प्रत्यय साधारणत्वेन प्रत्ययलक्षण अप्रवृत्तेः कारणं किम् अस्ति, अनुदातङितः इति न स्वीकर्तव्यं. तत्र ङित् ङित्वत् न भवति कारणकी ङित्वस्य प्रत्यय अपि अप्रत्ययसाधारण यदि धर्मस्वीकर्तव्यं तत्र ङित्वत् भवति, किन्तु प्रत्ययलक्षणम् इति स्वीकृत्य प्रवृत्ति न भवति, प्रत्ययलक्षण अप्रवृत्ति. यत्र प्रत्ययलक्षणम् अस्ति तत्र प्रवृत्ति भव न भवति, तत्र ङित्वत् न भवति तत्र, इत्युक्ते प्रत्ययनिमित्तं कार्यं नास्ति. अतः यत्र केवलं प्रत्ययसाधारणत्वेन एव स्वीकर्तव्यं. प्रत्ययस्य साधारणं रूपम् आश्रियते तत्रैव तत् प्रत्ययस्य साधारण रूपं यथा प्रत्यय भिन्न यथा आदेश भवति या वा धातु भवति तस्य यत् साधारणत्वम् अस्ति साधारणत्वत् अस्ति तत्रैव एव स्वीकर्तव्य स्वीकृत्य अनुदातङितः इति कार्यं भवितुं शक्नोति. अतः एव सुदृश प्रासाद इत्यस्य अत्वसन्तस्य च इति दीर्घो न. यथा सुदृशप्रासाद् इति समस्तपदे अत्वसन्तस्य इति सूत्रस्य असत्वम् इति न वक्तुं शक्नुमः, असत्वम् इति न आनेतुं शक्नुमः कारणकी तत्र प्रत्यय अप्रत्ययसाधारणत्वम् इति भवितुं शक्नोति. यथा चन्द्रमा स्वावेधस् इति यदि भवति तत्र अस् अस्ति तत्र दीर्घत्वं भवति, सुदृशत् अस्ति तत्र प्रत्ययरूपे यथा अव्यव्या सुपो धातु प्रातिपदिकयो प्रत्ययलोपः अभवत् किन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इति न आनीतुं शक्नुमः इति तस्य अर्थमस्ति. धन्यवादः. विरमामः वा? विरमामः. अस्तु. पठितं भगिनि अत्र आदौ सिद्धान्तकौमुदीवाक्यमिति भगिनि पदनिर्णयः इति पश्यतु तत्र शेषात् कर्तरि पूर्वे शेषात् कर्तरि इति परमस्परस्मैपदम्. अस्तु अस्तु अस्तु भगिनि. अस्तु अस्तु. क्षिपा शप शपा इति निषेधात् अत एव शन्नादयोनायः न गुणेन निर्देशात् किं तु शबैव. अस्तु. मोर् भ्रमा अण्टिल् नेक्स्ट् वीक्. धन्यवादः. बहु धन्यवादः.